आरम्भश्लोकं वक्तुं शक्यते वा? वदतु. अनिल् महोदय अस्ति वा? आम् आम् महोदय. आरम्भश्लोकं वदतु. आम्. ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं कर्वावहै, तेजस्विनावधितमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीगुरुभ्यो नमः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. सर्वेभिः नमस्कारः. इदानीम् अस्माकं कृते बलाबलचिन्तनविषये एव वयं चर्चितवन्तः. इदानीम् अत्र मध्ये अपवादाः पूर्वान् विधीन् वादन्ते न उत्तरान्. पूर्वान् इत्युक्ते पूर्वं यत् सूत्राणि सन्ति एतदेव बाधित्वा वादनम् अत्र बाधित्वा न उत्तराणि इति तत्र दत्तवन्तः. उत्तराणि इत्युक्ते न उत्तरसूत्रस्य विषये. एतदेव परिभाषासूत्रमपि एतदेव वदति खलु, पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरो बलीयः इति. एतद् विषये वयम् इको एनर्जि अचिष्णुधातु ब्रुवाङ् युवर् एम् उवङ्ग् इति सूत्रेण सूत्रमपि दृष्टवन्तः. इको एनर्जि इति षष्टमाध्याये प्रथमसूत्रमस्ति, सप्तसप्ततितमम्. अचिष्णुधातु ब्रुवाङ् युवोर् युवङ् उवङ्ग् अपि षष्टमाध्याये, परन्तु चतुर्थपादे अस्ति. युनोयन् इति मध्ये अपवादाः पठितः. सिक्स् फोर् अस्ति. यत्र यत्र यत्र षष्टम अध्यायम् आगच्छति अत्र अङ्गकार्यम् एव भवति. मनसि स्थापयतु, षष्टमाध्याये सर्वदा अङ्गकार्यमेव. इदानीम् अचोनिति इति एतदपि सपादसप्ताध्याये एव भवति. सप्तमाध्याये द्वितीयपादे अनन्तरं सार्वधातुक अर्थधातुकयोः एतदपि सप्तम अध्याये तृतीयपादे भवति. इदानीमत्र वयं दृष्टवन्तः मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते न उत्तरान्. अत्र अनिल् महोदय पठतु. मध्येपवादाः पूर्वान् विधीन् बाधन्ते न उत्तरान् इति परिभाषायाः बलेन इणोयण् इति अपवादभूतसूत्रं यत् मध्ये वर्तते तत् पूर्वान् विधीन् एव बाधन्ते नोत्तरान् इति कृत्वा अचि स्नुधातु ब्रुवां योरियङ् वङ्गो इति सूत्रस्य इङ्गादेशम् एव बाधते न तु परसूत्राणां कार्यम् इति कृत्वा इणोयण् इति विधिः परयोः गुणवृद्ध्योः न बाध्यते. अर्थात् इणोयण् इति विधिः अचोनिति सार्वधातुकार्धधातुकयोः चेत् अनयोः अपवाद चेति अनयो चेति अनयोः अपवादः नास्ति, अतः एव अयनम् आयकः इति रूपं लभ्यते. अत्र पश्यतु, मध्ये अपवादाः. इनोयन् इति सूत्रं मध्ये अस्ति. एतत्तु पूर्वसूत्रं 6-1 अस्ति, अनन्तरं 6-4 अस्ति. इको एनर्जि अचिष्णु धातु ब्रुवाङ् युवर्यम् ओङ्गु मध्ये एतत् सूत्रमस्ति, 6-4 मध्ये अस्ति. अनन्तरम् अत्र एतत् सर्वाणि सूत्राणि सपादसप्ताध्यायी मध्ये एव अस्ति. अचोनिति इति परसूत्रमस्ति, 7-2 मध्ये अस्ति, सप्तमाध्याये द्वितीयपादे. सार्वधातुक अर्धधातुकयोः अपि सप्तमाध्याये तृतीयपादे अस्ति, मध्ये एतदेव युनोयन् इति अस्ति. पूर्वसूत्राण् मध्ये अपवादाः पूर्वाणि विधीन् वादन्ते. अचोनि युको एनर्जि अचिष्णु धातु ब्रुवङ् युवोर् इयङ् उवङ्गौ इति सूत्रम् एव अत्र बाधन्ते, न उत्तरान्. उत्तरान् अचोनिति सार्वधातुक अर्धधातुको इति अत्र न बाधन्ते इति अत्र परिभाषाया दत्तम्. एतत् परिभाषाया बलेन युनोयन् इति अपवादभूतसूत्रम्, अपवादम् इत्युक्ते बलवत् भवति, अपवादभूतसूत्रं यत् मध्ये वर्तते तत् पूर्वान् विधीन् एव बाधन्ति. पूर्वान् विधीन् इको एनर्जि अचिष्णु धातु एव बाधन्ते, न उत्तरान् इति कृत्वा अचिष्णु धातु ब्रुवङ् युवोर् इयङ् उवङ्गौ इति सूत्रस्य इयङ् आदेशमेव बाधन्ते, इयङ् उवङ्ग् इत्येव बाधन्ते, न तु परसूत्राणां कार्यं. परसूत्रमत्र किम् अस्ति? अचोनिति अनन्तरं सार्वधातुकः अर्धधातुकः इति कृत्वा इनो यन् इति विधिः परयोः गुणवृद्धयोः न बाधते. अत्र अचोनिति इति वृद्धिकार्यं भवति, अर् अस्ति चेत् आर् भवति, इ अस्ति चेत् ई भवति, आ अस्ति चेत् आ भवति, एतदेव अचोनिति. अतः तत्र परसूत्रम् उत्तरान् सूत्रं न बाधन्ते, अत्रैव उत्तरमस्ति. मध्ये अपवादाः पूर्वान् विधीन् एव बाधन्ते, न उत्तरान्. उत्तरसूत्रस्य प्रश्नविषये किमपि अत्र बाधकः न भवति, पूर्वसूत्रविषये एव अत्र बाधकं भवति इति. इदानीम् अत्र युनोयिन् अर्थात् युनोयन् इति विधिः अचूनिति सार्वधातुक अर्धधातुको इति चेत् इत्यनयोः अनयोः अपवादः नास्ति, अत एव अयनम् आयकः नायकः इति रूपं लभ्यते. अत्र इतोपि एतत् विषये स्पष्टीकरणार्थम् अचोनिति इति सूत्रं स्वीकुर्मः. गीता श्री तत् पठितुं शक्यते वा? आं भगिनि, अचोनिति अजन्त अङ्गस्य अन्त्यवर्ण वृद्धिः भवति ञिति णित् प्रत्यये परे येन विधिस्य इत्यनेन अचः अङ्गस्य नाम अजः नाम न केवलम् अच् अङ्ग् इत्यङ्गस्य अपि तु अजस्य अङ्गस्य अलोचस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः ञ च किमपि न श्रूयते भगिनि अत्र. नेट्वर्क् नेट्वर्क् इश्यूस् द्वन्द्वगर्भसमासः अतः हरि ओम् न श्रूयते वा भगिनि? वदतु वदतु. मृगेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य अच्छ अनुवृद्धिसहितसूत्रम् अचः अङ्गस्य वृद्धिः इति. अस्तु, अत्र पूर्वसूत्रं बाधनं भवति, बाधकः भवति. परसूत्रं म्यूट् करोतु भगिनि. गीता श्रीधर् भगिनी म्यूट् करोतु. म्यूट् इदानीमत्र पश्यतु, अचोनिति इति सार्वधातुक अर्धधातुकयोः एतेन किमपि कार्यं न बाधन्ते इति एव अत्र मध्ये अपवादाः पूर्वाणि विधीन् एव बाधन्ति न उत्तरान् इति अयं वयं दृष्टवन्तः. अचोनिति इति अत्र वृद्धिकार्यं भवति एव. यत्र भवति णिति णिति प्रत्यये परे अस्ति चेत् अत्र वृद्धिः भवति. आ इति अस्ति चेत् आ इति. अत्रापि येन विधि तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इति अङ्गस्य अपि तु अजन्त अङ्गस्य एव. अच् अपि नास्ति, यत्र यत्र अदन्तम् अकारः श्रूयते तत् स्थाने अङ्ग तत् अङ्गस्य स्थाने अपि अत्र परिवर्तनं भवति. अलोन्तस्य यत्र यत्र येन विधि तदन्तस्य कार्यं करोति तत्र अलोन्तस्य अपि कार्यम् अन्तिमवर्णस्य स्थाने एव वृद्धिः भवति इति तत्र दत्तम्. इदानीं वृद्धिः मृजेर्वृद्धिः इति एकं सूत्रमस्ति. मृज् विषये एव अत्र मृज् इत्युक्ते अत्र ऋकारस्य स्थाने आर् भूत्वा अमार्ज् इति भवति. अत्र वृद्धिः इति अनिवृत्तिसहितसूत्रम् अङ्गस्य इत्यस्य अधिकारः, अनिवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः मिति इति अत्र दत्तम्. इदानीं सार्वधातुक अर्धधातुकयोः एतदेव वयं पठितवन्तः. अचिष्णुधातुः अपि पठितवन्तः. अनेक उदाहरणमेव अत्र वयं द्रष्टव्यं. सार्वधातुक अर्धधातुकयोः अपि अत्र गुणकार्यं भवितुम् अर्हति. किमर्थं चेत् तत्र मध्ये अपवाद मध्ये अपवादानां सूत्रं पूर्वमेव बाधन्ति न उत्तरान् इति सार्वधातुक अर्धधातुकयोः. एतदेव अचिष्णुधातु पूर्वसूत्रमस्ति, अतः तत्र बाधनं भवति इति वयं दृष्टवन्तः. इदानीम् अन्यत् उदाहरणम् अत्र पठितुं शक्यते एव. स्वाङ्ग उच्च अत्र उपसर्जन उपसर्जनात् संयोग उपदात् इति अत्र अस्ति. शान्त पठितुं शक्यते वा? नमस्कारः भगिनि. नमस्कारः. स्वाङ्गाच्चोपसर्गनादसंयोगोपदात् स्वाङ्गं यदुपसर्ग नम संयोगपथं तदन्तात् अदन्तात् प्रातिपादिकात् स्त्रियां विकल्पेन नीश् प्रत्ययो भवति. यस्य उपसर्जनसङ्गस्य उपसर्जनसंज्ञकस्य स्वाङ्वादिनः शब्दस्य उपधायां संयोगः न स्यात्, सः शब्दः अदन्तः च स्यात्. तादृशशब्दात् स्त्रीत्वविवक्षायां विकल्पेन मीष् इति प्रत्ययः विधीयते. स्वम् अङ्गं स्वाङ्गं तस्मात् संयोगः उपधा यस्य सः संयोगः उपधा यस्य सः संयोगोपधः न संयोगोपधः. असंयोगोपधस्तस्मात् स्वाङ्गात् पञ्चम्यन्तं च अव्ययपदम् उपसर्जनात् पञ्चम्यन्तम् असंयोगोपधात् पञ्चम्यन्तम् अनेकपदमिदं सूत्रम्. अन्यतो मीष् इत्यस्मात् मीष् इत्यस्य अनुवृत्तिः. अजाद्यतष्टात् इत्यस्मात् अतः इत्यस्य अनुवृत्तिः. अस्वाङ्गपूर्वपदाद्वा इत्यस्मात् उपा इत्यस्य अनुवृत्तिः वा अस्वाङ्गपूर्वपदात् वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः. ज्ञाप्राप्तिपदिकात् प्रत्ययः परश्च स्त्रियाम् इत्येतेषाम् अधिकारः अनुवृत्तिसहितसूत्रम् उपसर्जनात् असंयोगोपधात् स्वाङ्गात् अतः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां नीश् वा. अत्र 4154 अस्ति एतत् श्लोकं पश्यामः. स्व अङ्गात् यस्य यस्य पदम् अस्ति तत्र अङ्गं भवति एव. स्व अङ्गात् च उपसर्जनात्. उपसर्जनम् इत्युक्ते किम्? असंयोगः उपदात् संयोगः अत्र नास्ति एव. संयोगः मया प्रेषितमेव. सि इति अस्ति चेत् अत्र संयोगः नास्ति. नु इति अङ्गं स्वीकुर्मः चेत् अत्र संयोगः भवति. मया प्रेषितं ग्रूप् मध्ये प्रेषितमेव. इदानीमत्र बहुवीर्गेः तान्त अदन्त उदात्त अर्थ इति सर्वं निवृत्तम्. वा ग्रहणम् अनुवर्तते. स्वाङ्गं च उपसर्जनम्. इदानीमत्र उपसर्जन असंयोगः उपदं तद् अन्तात् प्रातिपदिकात् स्त्रियां च. प्रातिपदिकमस्ति, पदन्ता अस्ति, उपदा अस्ति, स्वाङ्गपदमपि अस्ति. तत् स्थाने स्त्रियाम् अस्ति चेत् वा नीष् प्रत्ययः भवति. नीष् इति अत्र ई एव तिष्ठति. शकारः हलन्त्यन्तस्य लोपः. नी आदिन्युटुडवः न अत्र लशको दत्ते. ञकारः कुत्र भवति? ककारमध्ये एव अन्तिमवर्णः खलु. अतः तत्र लशको दत्ते इत्यनेन इक ञकारस्य इति भवति. ई एव तिष्ठति. अत्र चन्द्र मुखं चन्द्रमुख इति अस्ति चेत् ईकारः योजनेन चन्द्रमुखी इति भवति. अत्र उपसर्जनमिति अत्र किम् अस्ति? अत्रापि अस्ति. उपसर्जनम् इत्युक्ते किम्? एतत् किञ्चित् पश्यामि. उपसर्जनम् इति विषये उपसर्जनं कोऽपि जानाति वा? कुत्र अस्ति, कुत्र कार्यं करोति इति? न भगिनि, नूतनशब्दः. आमां मया अहं जानामि. अतः एव न अव्ययीभावात् अथवा स्यात् पञ्चमी इति अत्र मया उदाहरणमपि सूचितम्. इदानीम् अत्र पश्यामः. उपसर्जनमिति समासविषये एव भवति. ग्रूप् मध्ये प्रेषयिष्यामि. अत्र समयः जातः. ग्रूप् मध्ये प्रेषयिष्यामि. अत्र एतत् कार्यम् आगत्य एव अत्र समासविषये कार्यं भवति. उपसर्जनं पूर्वम् अत्र किञ्चित् परिवर्तनं भवति. मया एतत् समीचीनतया पृथक्तया अत्र अत्र अस्ति महोदय, अत्र अस्ति, उपरि उपरि गच्छतु. अस्मिन् सूत्रे, अस्मिन् सूत्रे कालः इति शब्दः प्रथमविभक्तिः अस्ति, अतः तस्य प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञा अनन्तरमेव कालः इति शब्दस्य पूर्वनिपातः भवति. पूर्वनिपातः इत्युक्ते यत्र पूर्वशब्दमस्ति एतदेव अत्र तिष्ठन्तम्, उपसर्जनं पूर्वम् इति सूत्रेण द्वितीयान्तं पदं समासे पूर्वं तिष्ठति. 2230 पश्येम. उदाहरणमत्र नास्ति, समासे उपसर्जनं प्राक् प्रयोज्यम्. प्राक् इत्युक्ते अत्र यत्र समासविषये सुपोलोक् सुपः सुप् लुक् भवति, सुपोधातु प्रातिपदिकयोः इति लुक् भवति. एकदेशविकृतस्य अन्य अत्र एतत् समासः आम् इदानीं काशिकायां समास इति वर्तते. उपसर्जनसन्दर्भं समासं पूर्वं प्रयोक्तव्यं. समासः यत्र भवति तत् स्थाने पूर्वमेव उपसर्जनसंज्ञकः भवति. पूर्ववचनं परप्रयोगनिवृत्त्यर्थम् अत्र नियमः इति हि स्यात्. इदानीमत्र द्वितीयाविभक्ति स्वीकुर्मः चेत् अत्र कष्टश्रितः तृतीया स्वीकुर्मः चेत् अत्र शङ्कुलाकण्ठः, शङ्कुला इति तृतीयाविभक्ति. चतुर्थी यूपदारु, पञ्चमी वृकभयं, षष्ठी राजपुरुषः, सप्तमी अक्षरपाण्डः. एतत् अत्र उदाहरणमस्ति, परन्तु अत्र बृहत् सूत्रमस्ति. इदानीं द्वितीया स्वीकुर्मः चेत् अत्र द्वितीयाश्रित इति बृहत् एतत् सूत्रमेव, बृहत् सूत्रमस्ति. एतत् द्वितीयाविभक्तिविषये एव कार्यं करोति. द्वितीयाश्रितातीतपतितगतात्य गत अस्त्यस्य प्राप्त आपन्नैः इति सूत्रं. सुप् सुप् इति वर्तते, तस्य विशेषणपदं द्वितीय. अत्र यत्र यत्र द्वितीय भवति तत् स्थाने एव गत इति पदं स्वीकुर्मः चेत् ग्रामं गतः एव अत्र तप्रत्ययं योजनेन कार्यं करोति. अतः ग्रामगतः एव, ग्रामं गतः इति अस्ति चेत् द्वितीयविभक्तिः अत्र भवति, परन्तु ग्रामगतः. इदानीमत्र उपसर्जनविषये अत्र अहं क्रमेण किम् अस्ति इति उपनदम् इति मया प्रेषितं खलु, यत्र पञ्चम्या विषये एव अहं प्रेषितं पञ्चमी विषये, न व्यय् भव ततं ज्यात् पञ्चमी इति. न अव्ययीभावात् अचम्य पञ्चम्यान्तम् इति विषये मया पूर्वम् अत्र किञ्चित् उपधनम् इति मया प्रेषितमेव. अहं तदेव अत्र उपसर्जनम् इत्युक्ते किम् इति विषये अहं प्रेषयिष्यामि. क्रमेण अत्र गच्छति एव उपसर्जनसंज्ञा. उपसर्जनपूर्वम् इति उपसर्गे संज्ञायाम् उपसर्गसंज्ञायाम् उपसर्गं पूर्वम् आयाति. कुत्र भवति चेत् समासम् इति यत्र यत्र वर्तते तत्र स्थाने उपसर्जनसंज्ञकः समासविषये पूर्वमेव एतत् आगच्छति. अतः पदम् अत्र द्वयमस्ति चेत् अत्र पूर्वम् एतत् एव पदं द्वयमस्ति चेत् पूर्वपदमेव अत्र उपसर्जन उप इत्युक्ते समीपे अस्ति, सर्जनम् उपसर्जनम्. अत्र एतत् पूर्वम् आगत्य कार्यं करोति इति अत्र अहं प्रेषयिष्यामि एतत् विषये किम् अस्ति इति. भगिनि, उपसर्जनम् इत्युक्ते सब्स्टिट्यूट् इति भवति वा? सब्स्टिट्यूट् नास्ति, प्रथमपदं द्वितीयपदम्, अत्र प्रथमपदमेव अत्र आगत्य उपसर्जनं कार्यं किं करोति इति अत्र पदम् अहं प्रेषयिष्यामि. उदाहरणम् अहं प्रेषयिष्यामि. अस्तु भगिनि. अस्तु. आम् इदानीम् अत्र स्व अङ्गस्य यत् उपसर्जनसंयोग अत्र 4154 मध्ये किमपि न दत्तमेव उदाहरणरूपेण उपसर्जनसंज्ञा अत्र अत्र नीश् प्रत्ययमेव अत्र चन्द्रमुखा इति अस्ति चेत् अत्र चन्द्रमुखी इति नीश् प्रत्ययमध्ये नीश् मध्ये किम् अस्ति चकारः इति भवति अनन्तरं ण्यकारः अपि इति भवति इ एव तिष्ठति अतः तत्र उदाहरणरूपेण चन्द्रमुखा अस्ति चेत् अत्र इकारं योजयित्वा चन्द्रमुखी इति भवति अधिकोश अस्ति चेत् अधिके अधिकेशा अस्ति चेत् अधिकेशी इति उपसर्जन बै 1244 एका विभक्ति अस्तु अहं प्रेषयिष्यामि एतत् प्रेषयामि इदानीम् अत्र निश् विषये अनन्तरम् अत्र अजाद्य अजादि यतष्टाप् 414 एतत् सूत्रमत्र टाप् दाप् इति एतत् विषये येन वा टाप् इति भवति ह्रस्व अकारान्तशब्देभ्यः अजादिगणस्य च शब्देभ्यः स्त्रीत्वं दोतयितुं टाप् प्रत्ययं भवति टाप् भवति अजादि यत्र अजादिप्रत्ययः अत्र गोदमल् पठतु अजादिगणस्य शब्देभ्यः अकारान्तशब्देभ्यः च स्त्रीत्वं द्योतयितुं टाप् इति प्रत्ययः भवति टाप् इति तत् सूत्रेण एव उत्तरमस्ति एतत् कुत्र कार्यं करोति टाप् इति भवति अत्र अजादि अस्य अजादिगणस्य अच् इति गणस्य शब्देभ्यः अकारान्तशब्देभ्यः अन्तिमवर्णः अकारान्तम् अत्र स्त्रीत्वं दोतयितुं प्रकाशयितुं टाप् इति प्रत्ययः आयाति अत्र खड्व इति अस्ति ह्रस्व अकारान्तपदम् अत्र अजादि अत्र अजादि अतः अजाद्यत टाप् इति अजादि यतश्टाप् इति अत्र अजादि अतः किमर्थमत्र टाप् इति एव भवति किमर्थमत्र चकारः भवति अत्र अजादि अतः वर्णमेलनेन अजाद्य इति भवति अनन्तरं तत्र सुनास्तुः अनन्तरं कार्यं भूत्वा अजाद्यष्टाप् इति भवति अजाद्यष्टाप् इदानीम् अजादिगणस्य शब्देभ्यः अकारान्तशब्देभ्यः स्त्रीत्वं दोतयितुम् अत्र स्त्रीत्वं दोतयितुं प्रकाशयितुम् अत्र सूचनार्थमेव अत्र टाप् इति प्रत्ययः माला अपि अत्र माला इति स्वीकुर्मः चेत् तदेव भवति अत्र टाप् इति प्रत्ययः इदानीम् अत्र खड्व इति अजादि अतष्टाप् इति टाप् प्रत्ययम् अतः खट्व इति अस्ति चेत् अत्र आकारान्तं स्वीकुर्मः इदानीं टाप् मध्ये पकारः हलन्त्यं तस्य लोपः टा इति केन सूत्रेण इति भवति गतवर्गे अपि मया सूचितमेव टा केन सूत्रेण इति भवति किं भगिनि टाप् न न टाप् मध्ये पकारः इति भवति हलन्त्यं तस्य लोपः टाप् मध्ये आ एव तिष्ठति तकारः केन सूत्रेण इति भवति उत्तमं तत्रैव उत्तरमस्ति चुटु मध्ये तकारः अस्ति खलु चुटु इत्यनेनैव तकारः इति भवति अतः तत्र आ एव तिष्ठति तकारपकारयोः इति संज्ञा लोपः भवति आ एव तिष्ठति खट्व इत्यस्य वकारस्य उत्तर पदम् अत्र उत्तरवर्णः अकारः अस्ति अकार अकार अकार आकारमेलनेन अत्र वयं जानीमः अकः सवर्णे दीर्घः इत्यनेन खड्वा इति भवति. खड्वा इत्युक्ते स्वाड् इति अहं मन्ये पश्यामि. स्वाड् इति मञ्च ओ मञ्च पर्यङ्क पर्यङ्क खट्वा परिकरः ए बेड् स्टेट् पौच् काट् एव खट्वा इत्युक्ते काट् एव क्लब् बस् स्टाप् स्कल् अस्ति वेपन् वेपन् अपि अस्ति वेपन् अस्ति शिव क्यारेड् योगिन्स् अस्तु वेपन् अपि अस्ति अनन्तरं पर्यङ्कः अपि अस्ति पर्यङ्कः बेड् पौच् काट् अनन्तरम् अत्र एतत् पदं बहवः किम् अस्ति उदाहरणम् अस्ति अत्र यत्र यत्र यत् पदम् अत्र स्वीकरणीयम् इति द्रष्टव्यम् अस्तु. इदानीम् अत्र नीप् प्रत्ययं भवति अनन्तरम् अत्र न्या प्रातिपदिकात् इत्यस्य कार्यं करोति. न्या इति 411 अत्र किमपि कार्यं नास्ति एव पश्येम परन्तु इति इतः परं पञ्चमाध्यायस्य पञ्चमाध्याय समाप्तिपर्यन्तं पञ्चमाध्याये यत्र भवति तत्र समाप्तिपर्यन्तं केऽपि यत्र प्रत्ययाः वक्ष्यन्ते ते सर्वे ण्यन्तात् आबन्तात् प्रातिपदिकात् च भवन्ति. ण्यन्तात् ण्यन्तम् इति वयम् अवदम् अत्र अनन्तरम् आबन्तात् टाप् इति पश्येम खलु कत्वा इति आबन्तात् अनन्तरं प्रातिपदिकात् च कार्यं भवति इति या प्रातिपदिकात् इति अत्र ण्यन्त किम् अस्ति अत्र नीप् नीष् नीन् एतत् स्त्रीप्रत्ययः खलु ण्यन्ता इति शब्दाः अनन्तरम् अत्र आवन्ताः शब्दाः अत्र पठतु अनिल् महोदय. आबन्तशब्दाः टाप् डाप् चाप् त्रयाणि स्त्रीप्रत्ययाः एव. अनन्तरम् अत्र गीता श्रीधर् पठतु. आं भगिनि प्रातिपदिका अर्थवत् धातु अर्थवत् अधातु अधातु अर्थवत् अधातुः अप्रत्ययः एतदेव प्रातिपदिकमिति अत्र अस्ति. इदानीमत्र किञ्च त्रीणि स्थानानि एव न्या प्रातिपदिकात् इति अत्र कार्यं करोति. यत्र भवति चेत् ण्यन्ताः ण्यन्ताः किम् अस्ति ण्यकारः ङीष् अस्ति ण्यकारः ङीप् अस्ति ङीष् ङीप् ङीन् यत्र स्त्रीप्रत्ययं दोतयितुं शक्यते. अनन्तरम् आबन्ताः टाप् टाप् छाप् इति भवति. अत्र स्त्रीप्रत्ययः यत्र यत्र अत्र आबन्ताः एतत् कुत्र भवति इत्युक्ते चेत् सूपप्रत्ययाः भवन्ति स्त्रीप्रत्ययाः भवन्ति स्त्रियाम् इति सूत्रेण सूपप्रत्ययः सुजस् इति भवति. तदितप्रत्ययान्ताः तदिताः एतत् स्वीकृत्य एव अत्र ज्ञाप्रातिपदिका इति कार्यं भवति. अस्तु इदानीं प्रत्ययः परच स्त्रियामिति अधिकारः अस्ति. अनुवृत्तिसहितसूत्रम् उपसर्जनात् असंयोग उपदात् स्वाङ्गात् स्व अङ्गात् असंयोगः संयोगः इत्युक्ते अश्नुप्रत्ययं मनसि स्थापयतु चि इति चिनोति अत्र किमपि संयोगः नास्ति उपसर्जनात् उपसर्जनात् असंयोग उपदा असंयोग उपदात् स्व अङ्गात् अतः प्रातिपदिकात् च प्रत्ययः परस्य प्रत्ययः अस्ति चेत् परस्य क्रियां नीष्वा तत्र नीषिति कार्यं करोति इति एतदेव स्व अङ्ग उपसर्जन उपसर्जनात् असंयोग उपदात् इति अत्र अर्थम् आगच्छति किञ्चित् इतोपि गृहे पठितव्यं चेत् इतोपि सम्यक्तया मनसि आगच्छति इतः पर्यन्तं किञ्चित् प्रश्नः अस्ति वा पृच्छतु अस्ति चेत् अग्रे गच्छेम अनिल् महोदय पठतु यथा यथा चन्द्रः इव मुखं यस्याः सा यस्याः सा चन्द्रमुखी चन्द्रमुखा मुख इति प्रातिपदिकस्य उपधायां संयोगः नास्ति अतः सः शब्दः असंयोगोपधः मुखम् इति शब्दः स्वाङ्गवाचि शब्दः अस्ति समास अदन्तः च अस्ति अत्र च प्रथमानिर्दिष्टम् उपसर्जनम् उपसर्जनम् इत्यनेन मुखशब्दस्योपसर्जन मुखशब्दस्यो मुखशब्दस्य उपसर्जनसंज्ञा यतोहि समासः विधीयते अनेक अनेकम् अन्यपदार्थे इत्यनेन सूत्रेण अनेकम् अन्यपदार्थे इति सूत्रं वदति यत् अनेकं सुबन्तमन्यं मन्यपदार्थे वर्तमानं सः समस्यते बहुव्रीहि च समासः भवति इति अतः स्वाङ्ग यद् उपसर्जनम् असंयोगोपदम् असंयोगोपदं तत् अदन्तात् तदन्तात् प्रातिपदिकात् स्त्रियां वा नीस्प्रत्ययः भवति अतः चन्द्रमुख इति प्रातिपदिकात् नीस् इति प्रत्ययः विकल्पेन विधीयते अपक्षे टाप् इति प्रत्ययः विधीयते चन्द्रमुखयोगनीस् चन्द्रमुखी चन्द्रमुखयोगटाप् चन्द्रमुखा अजाद्यत्तस्टाप् इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययः भवति अत्र इदानीमेव वयं दृष्टवन्तः अजाद्यस्टाप् इति अत्र एतत् उपयोगेन ई नीषु प्रत्ययम् आगत्य चन्द्रमुखी इति भवति अनन्तरम् अत्र नी टाप् डाप् छाप् इति अत्र एतत् सूत्रेण अत्र आकारः आगच्छति टाप् इत्यस्य इदानीमेव दृष्टवन्तः कट्वा इति अन्य उदाहरणमपि चन्द्रमुखा इति भवति मुख इति प्रातिपदिकस्य उपधायां संयोगः नास्ति सकार एव तिष्ठति अत्र संयोगः नास्ति अतः किम् अत्र स्वाङ्ग स्व अङ्गस्य उपसर्जनस्य संयोगः अत्र संयोगः नास्ति मुख इति अस्मि ककारः संयोगः नास्ति प्रातिपदिकस्य उपधायां संयोगः नास्ति अतः सः शब्दः असंयोग उपदः इति भवति मुखमिति शब्दः स्वाङ्गी स्वाङ्गवाचि शब्दः मुखमिति स्व अङ्गस्य विषयमेव समासः अदन्तः च अस्ति समासः अपि अत्र अस्ति अत्र च प्रथमानिर्दिष्टम् उपसर्जनस्य प्रथमानिर्दिष्टम् उपसर्जनस्य इत्यनेन मुखशब्दः यस्य मुखशब्दस्य उपसर्जनसंज्ञा यतोहि समासः अत्र विधायक विधीयते येन विदित दन्तस्य इत्यनेन अत्र समासः विधीयते. अत्र अनेकम् अन्यपदार्थे इत्यनेन इति सूत्रेण अनेक अन्यपदार्थे इति सूत्रं वदति यत् अनेकं सुबन्तम् अन्यपदार्थे वर्तमानं सः समस्यते बहुव्रीहि च समासश्च भवति च इति अनेकपदं चन्द्रमुखी इति अस्ति चन्द्रं मुखम् अत्रैव अस्ति यस्याः सा इति अन्यपदं सूचयति अनेक अन्यपदार्थः अत्र अस्ति एव यदा वयं स्वीकुर्मः पीताम्बरं पीताम्बरं यस्य सः अन्यपदमेव अत्र सूचयति अन्यपदम् अत्र कृष्णः सूचयति इदानीं चन्द्रमेव चन्द्रः इव मुखं यस्याः सा तस्य समीपे तस्याः समीपे चन्द्रमेव चन्द्रः इव मुखमस्ति तत् एव अत्र सूचयति अन्यपदम् इदानीम् अनेकपदार्थं समस्यते बहुवीर्य समासः भवति अतः स्व अङ्गं यत् उपसर्जनसै असंयोग उपदा तद् अन्तात् एव प्रातिपदिकात् स्त्रियं वा नीषु प्रत्ययः भवति एतत् अत्र निमित्तं भवति किं निमित्तम् अत्र स्व अङ्गं भवति भवेत् अनन्तरं यत् उपसर्जनं भवेत् अनन्तरम् असंयोगपदम् अस्ति उपदा अस्ति तद् अन्तात् एव अत्र प्रातिपदिक मुखम् अत्र स्वीकुर्मः चेत् अत्र स्त्रियाम् इति सूत्रेण नीषु प्रत्ययम् आगत्य चन्द्रमुखी इति भवति नीषित् मध्ये सर्व अनुबन्धलोपानन्तरं नी एव तिष्ठति दीर्घ ईकार एव तिष्ठति अतः एतत् योजनेन चन्द्रमुखी इति भवति चन्द्रमुख इति प्रातिपदिकात् नीष् इति प्रत्ययः विकल्पेन विधीयते अपेक्षे टाप् इति प्रत्ययः विधीयते अतः एव चन्द्रमुख नीष् प्रत्ययं योजनेन इदानीं चन्द्रमुखी भवति चन्द्रमुख इति अकारान्तपदम् अदन्त अकारान्तपदम् अनन्तरम् अत्र संयोगः नास्ति अनन्तरम् उपसर्जनं पूर्वम् इत्यनेन एव अत्र कार्यम् एतत् मिलित्वा अनन्तरं टाप् इति अजाद्यतश्टाप् इति सूत्रेण अत्र टाप् मध्ये अनुबन्धलोपानन्तरं दीर्घ आकारः एव तिष्ठति अतः तत्र चन्द्रमुखा इति भवति इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययः भवति नीषि प्रत्ययं भवति अतः चन्द्रमुखी टाप् प्रत्ययं भवति अत्र चन्द्रमुखा इति भवति उदाहरणं मया पूर्वमेव सूचितं माला इति पदमपि अत्र अधिक्रान्ताकेशान् अधिकेशि इति भवति अधिकेशा माला इति अपि भवति अत्र इदानीं सम्यक् अस्ति वा अत्र गीता श्रीधर् पठितुं शक्यते वा भगिनि पठतु नासिकोदरोष्ट नासिक नासिकोदरोष् औष्ट जङ्गात् अन्तकर्णशृङ्गात् च नासिकाद्यन्तात् नासिक उदर ओष्ट जङ्गा दन्तकर्णशृङ्गात् प्रातिपदिकात् स्त्रियां वा नीष् प्रत्यये भवति प्रत्ययः भवति नासिका च उदरं च ओष्ठश्च जङ्गा जङ्गा च दन्तश्च कर्णश्च शृङ्गं च तेषां समाहारद्वन्द्वः नासिकोदर ओष्ठ जङ्गादन्तकर्णशृङ्गं तस्मात् नासिकोदरोष्टौ जङ्गादन्तकर्णशृङ्गात् पञ्चम्यन्तं च अव्ययम् ज्ञाप्रातिपदिकात् प्रत्ययः परश्च स्त्रियाम् इत्येतेषाम् अधिकारः अन्यतो नीष् इत्यस्मात् नीष् इत्यस्य अनुवृत्तिः अजाद्यन्तष्टाप् इत्यस्मात् अतः इत्यस्य अनुवृत्तिः सर् अस्वाङ्गपूर्वपदाद्वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः स्वाङ्गाचोप स्वाङ्गाच्च उपसर्जनात् असंयोगात् उपदात् इत्यस्मात् स्वाङ्गाच्चोपसर्जनात् इत्येतेषाम् अनुवृत्तिः अनुवृत्तिसहितसूत्रम् स्वाङ्ग च उपसर्जनात् नासिक उदर औष्ट जङ्गात् अन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां नीष्वा अत्रैव उत्तरमस्ति खलु अत्रैव उत्तरमस्ति नासिकात् अन्तात् नासिक इति शब्दम् अनन्तरं नासिकोदर अत्र उदरशब्दम् ऊतुवं भूत्वा नासिको इति उदर अनन्तरम् ओष्ट ओष्ट इति अत्र अधरमस्ति चेत् उपरि यत् अधरमस्ति एतदेव ओष्ट इति भवितुम् अर्हति नायिका नायकभावः अत्र कादम्बरी अनन्तरम् अत्र बाणभट्टस्य इति किञ्चित् ग्रन्थं स्वीकुर्मः चेत् अत्र उदरविषये न ओष्ठविषये तत्र दत्तमेव अत्र चुम्बनम् अत्र ओष्ठविषये एव भवति इति अत्र काव्ये दत्तवन्तः अत्र ओष्ठ इति अधरस्य उपरि भागं द्वे स्तः खलु अधरं द्वे स्तः लिप्स् तु अस्ति खलु उपरि अनन्तरम् एतदेव मुखमस्ति तत् द्वारा एव वयं भाषणं कर्तुं शक्यते एव इदानीम् ओष्ट इत्युक्ते उपरि भागमस्ति अधरमिति अस्तु इदानीं जङ्गा जङ्गा इत्युक्ते अत्र तै अस्ति तै पर्यन्तम् अत्र कामराजस्य अस्तम् आगच्छति इति दत्तवन्तः वयं स्तुतवन्तः खलु जङ्गा इति पर्यन्तम् इदानीम् अत्र किं भवति इति द्रष्टुं शक्यते इदानीम् अन्यपदमपि अस्ति दन्त तीत् अस्ति कर्ण शृङ्गात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययः वा भवति स्त्रियामिति सूत्रेण न तु ङीष् इति प्रत्ययः भवति नासिका च उदरं च ओष्ठ च जङ्गा एतत् सर्वाणि अत्र समाहारद्वन्द्वविषये एव अस्ति समाहारद्वन्द्वः यत्र यत्र भवति तत्र नपुंसकलिङ्गमेव भवति नासिका उदरोष्ट जङ्गा दन्तकर्णशृङ्ग तस्मात् इति अस्ति अत्र इदानीमेव वयं दृष्टवन्तः ञा प्रातिपदिकात् अत्र ङीष् ञीन् ञीप् इति वयं दृष्टवन्तः अनन्तरं अनिल्महोदयेन अत्र पठितुम् अत्र टाप् टाप् छाप् इति एतत् ञा प्रातिपदिकात् पञ्चमी अध्यायपर्यन्तं भवति 411 आरभ्य पञ्चमी अध्यायपर्यन्तम् एतत् ज्ञा प्रातिपदिकात् इति आगत्य कार्यं करोति प्रत्ययः परश्च सर्वदा भवति एव अधिकारिविषये अनन्तरं स्त्रियाम् अत्र स्त्रीकार्यं कर्तुं शक्यते चेत् अत्र टाप् डाप् चाप् अनन्तरं ङीष् ङीन् ङीप् इति भवति इति एतेषाम् अधिकारः अन्यतो ङीष् इति अस्मात् ङीष् इति अनुवर्तिः इदानीमेव वयं दृष्टवन्तः अजात्यतष्टाप् इति एतत् अनुवृत्तिसहितसूत्रम् अस्वाङ्गपूर्वपदात् वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः एकस्मिन् पक्षे भवितुमर्हति अन्यस्मिन् पक्षे न भवति इति एतत् सूत्रेण वयं सर्वं दृष्टवन्तः इदानीम् अत्र नासिक उदरविषये कुत्र कुत्र अत्र एतत् कार्यम् इति भवति अग्रे वयं द्रष्टुं शक्यते अत्र शान्ता पठितुं शक्यते वा पठतु आम् आदियोः नासिकोदरयोः ब्रह्मजलक्षणो निषेधो बाध्यते पुरस्तात् अपवादन्यायात् नासिका उदरयोः वक्वत्कत्वात् न प्रौढादि वक्वचः इति निदेशे प्राप्ते अनेन प्रकृतिसूत्रेण विकल्पेन विधीयते ओष्ठ जङ्घा दन्त कर्ण शृङ्गेभ्यः संयोगोप संयोग उपधत्वात् स्वाङ्गश्च उपसर्जनात् असंयोगपदात् इति सूत्रघटक असंयोगोपधात् इति निषेधे प्राप्ते अनेन प्रकृतिसूत्रेण विकल्पेन नीष् विधीयते. इदानीम् अत्र अद्य यपोः नासिक उदरयोः अत्र वक्व प्रथमम् अत्र वकारः श्रूयते अनन्तरमेव अकारः ब्रह्मा नास्ति अत्र वह्वज् लक्षणे बहवत् बहवः इति लक्षणे निषेधः भवति निषेधः बाध्यते निषेधः अत्र न बाधनं भवति निषेधः अस्ति परन्तु अत्र नासिक उदरयोः इति स्वीकुर्मः चेत् अत्र लक्षणं किम् अस्ति चेत् बाध्यते पुरस्तात् अपवादात् अन्ययात् इति अस्ति नासिका उदरयोः अत्र बह्वच्कत्वात् बहवः अत्र अस्ति क्रोडादि बह्वचः इति निषेधः प्राप्ते अनेन प्रकृतसूत्रेण विकल्पेन विधीयते अत्र एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति इदानीम् अत्र उदाहरणरूपेण स्वीकुर्मः चेत् ओष्ठजङ्गा दन्तकर्णशृङ्गेभ्यः ओष्ठ अस्ति अकारान्तपदं जङ्घा अपि अकारान्तपदं दन्त अपि कर्ण अपि शृङ्ग इत्यपि अत्र कार्यं भवति अतः तत्र एतत् विषयेण अत्र अपवादं कुत्र भवति अपवादं निषेधः कुत्र भवति इति वयं द्रष्टुं शक्यते एव ओष्ठ जङ्घा दन्त कर्ण शृङ्ग संयोग संयोगमस्ति अत्र जङ्घा इति अत्र संयोगमस्ति ओष्ठ अन्तिमपदं संयुक्ताक्षरमस्ति कर्ण इर्ण शृङ्ग इङ्ग ग एकारः एतत् दन्त इन्त अन्तिमवर्णः संयोगः भवति एतत् मनसि स्थापनीयमेव यथा वयं स्वीकुर् पूर्वं दृष्टवन्तः किमस्ति स्नु इति शब्दमत्र संयोगः भवति तदेव अत्र इदानीमत्र नासिक संयोगः नास्ति उदर संयोगः नास्ति ओष्ठसंयोगः अस्ति जङ्घसंयोगः अस्ति दन्तसंयोगः अस्ति कर्णसंयोगः अस्ति शृङ्गसंयोगः अस्ति इदानीमत्र प्रश्नः उदेति वा असंयोगः किं संयोगः किम् इति जानाति खलु सर्वे जानन्ति खलु अत्र अन्तिमवर्णः द्वे वर्णः वा द्वे वर्णे स्तः वा अत्र बहवः वर्णानि सन्ति वा इति अत्र द्रष्टव्यम् एकमस्ति चेत् इदानीमत्र उदर इति एकमेव अत्र अस्ति नासिक अपि एकवर्णः एव अन्ते अस्ति ओष्ठ इति स्वीकुर्मः चेत् ईषिट इति अत्र मिलित्वा अस्ति अतः तत्र संयोगः भवति संयोगः वर्णः द्वयं वा त्रीणि वा अत्र सन्ति एव एतदेव संयोगः इदानीमत्र स्व अङ्गात् च उपसर्जनात् असंयोग उपदा अत्र संयोगः अस्ति इदानीमत्र असंयोगम् अस्ति चेदेव उपदा वर्णः इति सूत्रघटक घटक इत्युक्ते किम् अत्र जायिन् सूत्रघटक घटक असंयोग उपदात् संयोगं नास्ति चेत् एव अत्र निषेधः प्राप्तः अनेन प्रकृतसूत्रेण विकल्पेन अत्र ञीष् विधीयते ञीष् मध्ये अत्र षकारः लोपः भवति ञकारः अपि इत् भवति अनन्तरम् ई एव तिष्ठति अतः तत्र एतत् ई इति कार्यं कुत्र भवति असंयोगमध्ये भवति वा संयोगमध्ये भवति वा इति वयं द्रष्टुं शक्यते एव अतः एव अत्र स्वाङ्ग इति पुनरपि एतत् बृहत् सूत्रे एतत् बृहत् कार्यमस्ति, अतः एव पुनरपि पुनरपि एतत् विषये एव अत्र दत्तम्। अन्येन पठितुं शक्यते वा? अनिल् महोदय पठतु, पठितुं शक्यते खलु? अञ्जना पठतु। ओ अस्तु, अनिल् महोदय पठतु। अत्र एकनिमिषम्, अत्र गोदामल् पठतु। स्वाङ्ग स्वाङ्ग चोप साङ्गोपसर्जना दशयोग दशयोगोदात् इति सूत्रेण नासिकोदरयोः ङीप् प्रत्ययः विकल्पेन प्राप्तः अस्ति। नासिकोदरोष्ठ जङ्घ्यादन्तकर्णशृङ्गाच्च इति सूत्रेण पुनः विकल्पेन नासिकोदरयोः ङीष् ङीष् इति प्रत्ययस्य विधानं क्रियते। अनन्तरस्य विधिर्व्य प्रतिषोधो प्रतिषेधो वा इति परिभाषाया नासिकोदरोष्ठ जङ्घादन्तकर्णशृङ्गाच्च इति विधिः अव्यवहितं पूर्वविधिमेव स्वाङ्गोपसर्जनादसंयोग संयोगपदात् इति सूत्रेण बाधते। अतः नासिकोदरयोः नासिकोदरोष्ठ जङ्घादन्तकर्णशृङ्गाच्च इत्यनेन एवं विकल्पेन ङीष् प्रत्ययस्य विधानं क्रियते। प्रत्ययस्य नास्ति, प्रत्यय अस्ति, इतःपर्यन्तं मया अपि दृष्टम्। अत्र सकारः किञ्चित् क्लेशः अस्ति एव, सर्वेषां नास्ति। इदानीमत्र स्वाङ्ग स्वाङ्गाच्च स्वाङ्गात् उपसर्जनसंज्ञा उपसर्जन उपसर्जनात् असंयोग उपदात् असंयोग उपदात् इति एकं सूत्रम्। इति सूत्रेण नासिक उदरयोः ङीष्प्रत्ययः, नासिक उदरयोः अदन्तं श्रूयते, तत् स्थाने एव ङीष् इति ईकारः श्रूयते। इदानीमत्र अन्यसूत्रमपि अस्ति, नासिक उदरयो नासिक नासिकोदरष्टो ओष्ट ओष्ट जङ्घदन्तकर्णशृङ्गा च इति सूत्रेण पुनः विकल्पेन नासिक उदरयोः ङीष् प्रत्ययः विधानं क्रियते। एतत् सूत्रं पूर्वम् एव दृष्टवन्तः, नासिक उदरयोः ङीष्, अतः ईकारः श्रूयते इति। परन्तु अत्र पूर्वविधिं स्व अङ्गात् एतत् 4154 अस्ति। अनन्तरम् इदानीम् अत्र नासिका उदरयोः इति स्वीकुर्मः चेत् 4155 अस्ति, पञ्चपञ्चाशत् सूत्रमस्ति। एतत् पूर्वसूत्रमस्ति, चतुर्पञ्चाशत् इति। अनन्तरम् अत्र इति पूर्वसूत्रं बाधते, अतः नासिक उदरयोः नासिक उदरौष्ट जङ्घ जङ्घादन्तकर्णशृङ्गा च इत्यनेन एव विकल्पेन ङीष् प्रत्ययस्य विधानं क्रियते, न पूर्वसूत्रेण इति मनसि स्थापनीयम्। एतत् बाधकसूत्रं किमर्थं चेत् वयं पूर्वं दृष्टवन्तः, किं दृष्टवन्तः? युको एनचि पूर्वसूत्रम्, अचिष्णुधातु पूर्वसूत्रम्, इनो एन् इति मध्यसूत्रम्, मध्ये अपवादः पठितः. इदानीम् अचोनिति सार्वधातुकार्धधोतुः इति परसूत्रमस्ति, अत्र कार्यं भवति. पूर्वसूत्रं मध्ये अपवादाः पूर्वान् विधीन् एव वदन्ति, न उत्तरान् इति परिभाषया. तदेव अत्र अपि भवति, पूर्वसूत्रमेव अत्र बाधकं भवति, परसूत्रम् अत्र बाधकं न भवति इति तत्र दत्तम्. अतः 4154 इति अत्र ङीषु प्रत्ययः विकल्पेन प्राप्तिः भवति. अत्र नासिक उदरयोः ङीषु प्रत्ययेन विधानं क्रियते. स्वाङ्ग च स्वाङ्गात् च उपसर्जनात् असंयोगपूर्वपदात् इत्येव सूत्रमेव अत्र बाधकं भवति, बाधते. नासिक उदरयोजङ्ग इति सूत्रेण अत्र बाधकं विकल्पेन अत्रैव ङीषु प्रत्ययः भवति. विकल्पेन अत्र ङीषु प्रत्ययः कुत्र भवति, अतः तत्र कार्यं किं भवति इति वयम् अग्रिमवर्गे द्रष्टुं शक्यते. मया किञ्चित् अग्रिमविषये एतद् भवति एव, किञ्चित् कालानन्तरं भवति. बहवः सूत्राणि सन्ति एव मध्ये इति मया प्रेषितमत्र वृद्धिसञ्जी ओमाङ्गौ च एङ्ग एङ्गी पररूपम् अनन्तरम् अत्र एतत् ये युट्सु इति किञ्चित् मया प्रेषितम्. अत्र समयः अस्ति एव, पठतु. असम् अत्र एतत् पूर्वसूत्रं बाधकम् अस्ति वा परसूत्रं बाधकम् अस्ति वा इति अत्र मया प्रेषितमेव, किञ्चित् पश्यतु, कृपया पश्यतु. समयः द्विवारं त्रीणि वारम् एतत् गच्छेत् मध्ये अपवाद इति सूत्रम्. अतः समयः अस्ति, पठतु. अस्तु, अन्तिमश्लोकं शान्ता वदतु. ॐ सहनावहतु, सहनौ भुनक्तु, सह वीर्यं करवावहे, तेजस्विनावतीतमस्तु मा विद्विषावहैः. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्. सर्वेभ्यो नमस्कारः. नमस्कारः गुरुजी. नमस्कारः सर्वेभ्यो. नमस्कारः सर्वे.